गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम् अस्ति। इदानीमपि तत्र हेत्वाभासस्य उदाहरणानां परिशीलनं जायमानमस्ति। तर्हि इदानीं द्वादश उदाहरणमस्ति, रथः वह्निमान् धूमात् इति। मेहुल् महोदय कृपया आरभ्य। अस्तु महोदय। रथः वह्निमान् धूमात् यथा, हा इति न वक्तुं शक्नुमः। यथा इति न उक्तं, रथः वह्नि अभाववान् जलात्। आम्, तदेव यथा समुद्रः इति उदाहरणं। सत्यं, रथः यदा कदापि वह्निमान् न भवति अतः उदाहरणं न वक्तुं शक्यते। रथः वह्निमान् धूमात् इति इत्युक्ते तत्र हृदे धूमः इव दृश्यते, वस्तु वास्तविकं तद् धूमः नास्ति, फाग् अस्ति, किन्तु तथापि तर्हि अन्यत् किमपि भवतु। अस्तु, इदानीम् अग्रे गच्छतु। अस्तु, रथः इति पक्षः, वह्निः इति साध्यं, धूमः इति हेतुः। अस्तु, न वस्तुतः अत्र साध्यद्वयमस्ति, हेतुद्वयमस्ति एकस्मिन् अनुमाने। ओ अस्तु अस्तु, द्वयमेव। अस्तु, द्वितीयं वाक्यमपि स्वीकुर्मः, मिलित्वा चिन्तनीयं खलु, मिलित्वा। अस्तु अस्तु, तर्हि हृदः इति पक्षः, वह्निः अपि च वह्नि अभावः इति साध्यं, धूमः अपि च जलम् इति हेतुः, समुद्रः इति उदाहरणं। हृदः इति प्रसिद्धः, अतः पक्षासिद्धिः नास्ति। वह्निः अपि च वह्नि अभावः द्वयमपि प्रसिद्धः, अतः साध्यासिद्धिः नास्ति। साध्याभाववत् पक्षः अस्तु, अत्र हृदः इति वन्याभाववत् अस्ति, तर्हि अस्ति किन्तु केन प्रमाणेन ज्ञायते इत्युक्ते प्रत्यक्षेन ज्ञातुं शक्यते वा? हृदे वह्निः नास्ति इति प्रत्यक्षप्रमाणेन ज्ञातुं शक्यते खलु, दृष्ट्वा एव, तत्र जलम् अस्ति यतः वह्निः न भवितुम् अर्हति इति। न, जलमस्ति इति कृत्वा वह्निः न भवति इति तर्कः अस्ति चेत् तत् तत्र अनुमानं क्रियते खलु। परन्तु दृष्ट्वा जलमस्ति इत्यतः प्रत्यक्षेन ज्ञायते चेत् तत्र यथा अस्माकं पुरतः पर्वतः अस्ति चेत्, नो चेत् हृदः अस्ति चेत् यथा प्रत्यक्षेन ज्ञायते, तत्र किमपि तर्कं न उक्तं, तत्र जलमस्ति इति कृत्वा एषः हृदः इति नास्ति खलु। आम् आम्, तर्हि हृदे अपि वह्निः नास्ति इति प्रत्यक्षेन द्रष्टुं शक्यते खलु, हृदे वह्निः नास्ति इति। चिन्तयतु चिन्तयतु कथं द्रष्टुं शक्यते इति, इत्युक्ते अत्र सन्निकर्षः भवेत् खलु, भवतः पुरतः यदि घटः अस्ति तर्हि अत्र नैयायिकानां सिद्धान्तः कः, प्रक्रिया का? प्रत्यक्षं कथं भवति इत्यत्र प्रत्यक्षं घटस्य वा हृदस्य वा यत्किमपि यः कोऽपि वस्तुनः प्रत्यक्षं, यस्य कस्यापि वस्तुनः प्रत्यक्षं कथं भवति इति एकवारं चिन्तयतु, उच्चैः चिन्तयतु। अस्तु अस्तु, इन्द्रियैः प्रत्यक्षं भवति, सत्यं, किन्तु इन्द्रियैः प्रत्यक्षं भवति इति चेत् तत्र इन्द्रियम् अपि च वस्तु अनयोः मध्ये सम्बन्धः भवेत् खलु। आम् आम्, संयोगसम्बन्धः भवति, संयोगसम्बन्धः वा तादृशं किमपि भवेत् किमपि खलु। सत्यं, चक्षुरिन्द्रियेण गृह्यते चेत् संयोगः भवति, आम्, इन्द्रियविषयोः मध्ये संयोगः भवति, किन्तु अभावस्थले कथं भवति? इदानीं हृदः वह्नि अभाववान् इति प्रत्यक्षेन ज्ञातुं शक्यते इति भवता उक्तम्। हा, वह्नि अभाववान् अस्तु, अभावस्य एव प्रत्यक्षं केन भवति इति चिन्तनीयं। हा हा, अभावस्य प्रत्यक्षः न भवति, न इतोपि चिन्तनीयम्, अत्र सामान्यतया अभावस्य प्रत्यक्षः कथं भवति दृष्ट्वा एव, अत्र अहम् अत्र संस्कारेण पूर्वे यदा संस्कारः अस्ति अत्र एचः घटः न न न न इदानीं तद् तस्मात् पूर्वं मया उक्तं खलु किञ्चित् प्रायः वर्गद्वयपूर्वं भावः येन येन इन्द्रियेण जायते तेनैव इन्द्रियेण अभावः इति ज्ञायते इति अस्तु वह्निः वह्निः चक्षुषा गृहीतुं शक्यते चेत् वह्नौ रूपमस्ति खलु आम् आम् इति भास्वरशुक्लरूपमस्ति वह्नौ तर्हि चक्षुषा गृहीतुं शक्यते सत्यम् इति चेत् वह्निः अभावः अपि चक्षुषा गृहीतुं शक्यते केवलं वह्निः अभावः इदानीं भवतः पुरतः वह्निः अस्ति वा न वा इति चेत् वह्नि अभावः अस्ति इति भवता वक्तुं शक्यते किन्तु ह्रदे वह्नि अभावः यदा कदापि न भवति इति प्रत्यक्षेण ज्ञातुं शक्यते वा न न ज्ञातुं शक्यते किमर्थं न ज्ञातुं शक्यते खलु वह्निः वह्नेः एव प्रत्यक्षं न भवति तर्हि वह्नि अभावस्य प्रत्यक्षं कथं भवति न न वन्य तादृशं मा वदतु महोदय वन्ये इदानीं वन्नेः प्रत्यक्षं भवितुम् अर्हति खलु अतः यदि वन्नेः प्रत्यक्षं चक्षुषा गृहीतुं शक्यते तर्हि वन्नेः अभावः अपि चक्षुषा गृहीतुं शक्यत्येव आं सत्यं तत्तु सत्यं किन्तु यदा कदापि यस्मिन् कस्मिंश्चित् काले ह्रदे वह्निः न भवितुम् अर्हति इति ज्ञानं भवितुमर्हति वा प्रत्यक्षेन न न भवितुमर्हति न भवति खलु न भवति ज्ञानं तु क्षणद्वये एव भवति इति कृत्वा यथा वह्निः अनुष्णत्ववान् इति ज्ञाने तत्र उष्णत्वं वह्नेः स्वरूपम् इत्यतः यदा कदापि वह्निः अनुष्णत्वान् न भवति इति ज्ञातुं शक्यते तथा अत्र ह्रदः वह्निः अभाववान् यस्मिन् कस्मिंश्चित् काले अपि वह्नौ ह्रदे वह्निः न भवितुमर्हति इति न ज्ञातुं शक्यते इत्यतः एव अत्र अनुमानं क्रियते तर्हि तत्र सन्देहः वर्तते इति कृत्वा साध्य अभावत् पक्षः इति न वदेम इदानीम् अस्तु नो चेत् इत्युक्ते तत्र ह्रदः ह्रदे जलमस्ति जलवह्नियोः मध्ये विरोधित्वम् अस्ति विरोधः अस्ति भवतु अग्रे चिन्तयतु अतः क्वश्चन् मार्क् स्थापयामि अतः एव तत्र भ्रमः जायते अत्र केवलं ह्रदः इति अस्ति पक्षः तर्हि ह्रदे सर्वदा जलमस्ति एव सत्यम् अतः जलमस्ति चेत् वह्निः कथं वह्निमान् कथं भवति किन्तु इदानीं जलमस्ति चेत् वह्निः न भवितुम् अर्हति इति एव अस्य अनुमानस्य अनेन अनुमानेन अनुमितिः भवति ह्रदः वह्निमान् धूमात् इति कोऽपि वदति ह्रदे धूममिव दृष्ट्वा प्रत्यक्षेण धूमं गृही सङ्गृह्य इत्युक्ते ह्रदस्य समीपे सः नास्ति इति चिन्तयतु किञ्चित् दूरे अस्ति अस्तु तत्र धूमं पश्यति तत्तु समीचीनं तर्हि यथा पर्वते धूमं दृष्ट्वा वह्निः अस्ति पर्वतः वह्निमान् इति वदति तादृशं कोऽपि वदति सत्यं यस्मिन् ह्रदः वह्निः अभाववान् एव भवेत् इति तादृशज्ञानं नास्ति इत्युक्ते यदि ह्रदे वह्निः यदा कदापि न भवति इति ज्ञानमस्ति चेत् तस्मिंश्चित् तज्ज्ञानं प्रतिबन्धकं भवति खलु ह्रदः वह्निमान् इति वक्तुं सत्यम् इति कृत्वा तस्मिन् ह्रदः वह्निः अभाववान् इति ज्ञानं नास्ति तर्हि सः वदति ह्रदः वह्निमान् धूमात् इति वदति तत् श्रुत्वा अन्यः वदति ह्रदः वह्नि अभाववान् जलात् इति समीचीनम् तर्हि तत् श्रुत्वा इदानीं मिलित्वा सः किं करोति, ओ इदानीं हृदः इति एकः एव पक्षः, अत्र साध्यं साध्यस्य अभावः, उभयमपि एकेन हेतुना साध्यं निरूपितम्, अन्येन हेतुना साध्य अभावः निरूपितः, उभयोः मध्ये एकः एव समीचीनज्ञानं भवति, प्रमात्मकज्ञानं भवति, अन्यः भ्रमात्मकं भवेत्, सत्यं, तर्हि सः अङ्गीकरोति हृदये जलमस्ति खलु, जलम् यत्र अस्ति तत्र वह्निः न भवितुमर्हति इति कृत्वा द्वितीयज्ञानं हृदः वह्नि अभाववान् जलात् इति ज्ञानमेव समीचीनम् इति ज्ञानं प्राप्य तदनन्तरं सः वदति अतः इदानीं तज्ज्ञानं प्रतिबन्धकं भवति सत्यं हृदः वह्निमान् धूमात् इति अनुमितिं प्रति सत्यम् अस्तु तर्हि इदानीं तज्ज्ञानं नास्ति इति चिन्तयामः अस्तु प्रतिबन्धकज्ञानं नास्ति हा इत्युक्ते साध्य अभावत् पक्षः इति ज्ञानं नास्ति अतः बाधः अत्र न वक्तव्यः अस्तु अस्तु अग्रे हेत्वासिद्धिः हेत्वासिद्धिः धूमः इति प्रसिद्धः अतः हेत्वासिद्धिः नास्ति पक्षधर्मदा धूमः हृदे अस्ति एकनिमिषं धूमः अपि च जलम् उभयमपि जलमपि हा जलमपि सत्यम् उभयमपि प्रसिद्धमस्ति खलु अतः पक्षधर्मता अत्र धूमः हृदे दृश्यते अपि च जलमपि हृदे अस्ति अतः पक्षधर्मता अपि नास्ति अस्ति खलु साक्षात् दृश्यते सत्यं साक्षात् दृश्यते तर्हि पक्षधर्मता धूमे अपि च जले जाता सत्यं हृदे धूमः दृश्यते साक्षात् दृश्यते हृदे जलमपि दृश्यते अस्तु तर्हि पक्षधर्मता स्वरूपासिद्धिः नास्ति अग्रे अन्वयसहचार अभावः अन्वयसहचार इति यत्र धूमः तत्र वह्निः अथवा यत्र जलं तत्र वह्न्यभावः द्वयमपि भवितुं भवति एव अतः अन्वयसहचार अभावः अन्वयसहचार अभावः नास्ति नास्ति उत्तमम् एकसहचारः यत्र वह्नि अभावः तत्र धूमाभावः त्रिवन्यभावः तत्र धूमाभावः इति सत्यं भवति एव यथा वन्यभावः यथा समुद्रं समुद्रमहारदः समुद्रं सत्यं खलु आं सत्यं द्वितीयमपि द्रष्टव्यं खलु यत्र वन्यभावाभावः तत्र जलाभावः यत् इत्युक्ते यत्र वह्निः तत्र जलाभावः इति तु सत्यं यथा महानसम् अतः यत्र पुनः वदतु तत्र द्वितीये व्यतिरेकसहचाराभावः कथं चिन्तयति यत्र वह्नि अभावाभावः तत्र जलाभावः इत्युक्ते यत्र इत्युक्ते यत्र वह्निः तत्र जलाभावः जलाभावः यथा महानसं यथा महानसं महानसं तत्तायपिण्डः तत्तायपिण्डः सत्यं यत्र वह्निः तत्र जलाभावः अस्तु तर्हि व्यतिरेकसहचाराभावः अत्र व्यतिरेकव्यभिचारः यत्र वन्यभावः तत्र धूमः यत्र वन्यभावः तत्र धूमः यथा तत्तु न वक्तुं शक्यते एव खलु न वक्तुं शक्यते एव आं सत्यं यत्र वन्यभावः तत्र धूमः इति न वक्तुं शक्यते एव ज्ञातुं शक्यते द्वितीयवाक्ये यत्र साध्याभावः यत्र वन्यभावाभावः इत्युक्ते यत्र वह्निः तत्र जलम् इति अपि न वक्तुं शक्यते उत्तमं तर्हि व्यतिरिकव्यभिचारः न जातः न जातः अस्तु साध्याभाव प्रथमवाक्ये वन्य अभावः इति साधनीयं हृदे अन्यत् किमपि हेतुना वन्य अभावः हृदे जलात् इति वक्तुं शक्यते वा अत्र द्वितीयवाक्ये अस्ति एव आं तदेव तर्हि अस्य एतद् उदाहरणं तत्प्रतिपक्षस्यैव साध्य अभावसाधकं हेत्वन्तरं जलं हृदे अस्ति सत्यम् अतः साध्याभावसाधकहेत्वन्तरवत्पक्षः जातः अस्तु सोपादिकहेतुः साध्यस्य व्यापकत्वम् इति भवेत्। अत्र यत्र वह्निः तत्र न, इदानीम् अत्र व्याप्यत्वासिद्धिविषये प्रायः न चिन्तनीयः। किमर्थम् इत्युक्ते इदानीम् अत्र अनुमानद्वयमस्ति खलु? आम्, द्वयमस्ति। एकस्मिन् अनुमाने तत्र उपाधिः वक्तुं शक्यते, किन्तु अनुमानद्वये उभयत्र तत्र उपाधिः कः इति चिन्तनीयं भवति। अतः तत् त्यजेम। अस्तु, अग्रे। केवल अन्वयव्यतिकदृष्टान्तरहितः नास्ति अत्र समुद्रः इति नास्ति। साध्याभावेन व्याप्तः, वन्य अभावेन व्याप्तः धूमः इति तु नास्ति। अपि च वन्य अभावाभावेन व्याप्तः जलम् इत्युक्ते वह्निना व्याप्तं जलम् इति नास्ति। अतः तर्हि विरोधः अपि नास्ति, विरोधः अपि नास्ति, साध्यभाव। उत्तमं, तर्हि एतदुदाहरणं सत्प्रतिपक्षस्यैव। अस्तु, बहु समीचीनं महोदय। अग्रे सत्यभौमि भगिनी। आं महोदय, शब्दः नित्यः श्रावणत्वात् इति, शब्दः अनित्यः कार्यत्वात् तदपि वक्तव्यं खलु? आमाम्, उभयमपि मिलित्वा, इत्युक्ते अत्रापि वाक्यद्वयमस्ति, तर्हि अत्रापि सत्प्रतिपक्षः एव वस्तुतः। यत्र यत्र वाक्यद्वयं शृणुमः, यत्र एकः पक्षः साध्यम् एकस्मिन् अनुमाने यत् साध्यमस्ति तस्यैव अभावः अन्यस्मिन् अनुमाने अस्ति चेत्, किन्तु भिन्नभिन्नहेतुः हेत्वन्तरमस्ति चेत् तत् सत्प्रतिपक्षः भवति। पक्षः शब्दं साध्यं नित्यत्वम् अनित्यत्वं च, हेतुः श्रावणत्वं कार्यत्वम्। इदानीं पक्षासिद्धि, शब्दः प्रसिद्धः एव, पक्षासिद्धि नास्ति। साध्यासिद्धि, नित्यत्वम् अनित्यत्वं द्वयमपि प्रसिद्धः एव, अतः साध्यासिद्धि अपि नास्ति। साध्याभाववत् पक्षः, तद् तत्रैव सन्देहः आसीत्, अतः इदानीं न वक्तुं शक्यते। सत्यं। हेत्वासिद्धि, हेतुः श्रावणत्वं कार्यत्वं द्वयमपि प्रसिद्धः एव, अतः असिद्धः नास्ति। पक्षधर्मदा सिद्धि, पक्षधर्मदा शब्दे श्रावणत्वम् अस्ति, शब्दे कार्यत्वम् अपि अस्ति, अतः तदपि नास्ति। इदानीं सत्प्रतिपक्षः शब्दः न इदानीम् असाधारणसव्यभिचारः द्रष्टव्यः, अन्वयसहचाराभावः अस्ति वा इति। अन्वयसहचारः, प्रथमवाक्यस्य प्रथमं पश्यामः, यत्र श्रावणत्वं तत्र नित्यत्वं, श्रावणत्वं नित्यत्वं यथा इति न वक्तुं शक्यते। उदाहरणं, श्रावणत्वं केवलं श्रवण शब्दे एव अस्ति, किन्तु यथा वेदाः इति उक्तं खलु मया, तत्र शब्दः नित्यः श्रावणत्वात्, श्रावणत्वं वेदे अस्ति, नित्यत्वमपि वेदे अस्ति। यदा वेदाः इति स्वीकुर्मः, यत्र नित्यत्वाभावः तत्र श्रावणत्वम्। अत्र द्वितीय उदाहरणे अन्वयसहचारं पश्यतु, तादृशं यत्र कार्यत्वं तत्र नित्यत्वाभावः अनित्यत्वम्। अत्र कार्यत्वं तत्र इति मा वदतु, अत्र यत्र कार्यत्वम् अत्र तत्र अनित्यत्वम्, अत्र अनित्यत्वं यदा यत्र यदा घटः। अस्तु, तर्हि अन्वयसहचारभावः नास्ति, अग्रे यत्र नित्यत्वाभावः तत्र श्रावणत्वाभावः, नित्यत्वाभावः अनित्यत्वं तत्र श्रावणत्वाभावः। यदा पटः, सत्यं, यदा घटः, समीचीनं, यदा घटः, यत्र यत्र अनित्यत्व अभावः नित्यवस्तु तत्र कार्यत्व अभावः, यदा आकाशः गगनं, उत्तमं, कार्यत्व अभावः परमाणुः, तर्हि व्यतिरेकसहचारभावः अपि नास्ति, नास्ति व्यतिरेकव्यभिचारः। व्यतिरेकव्यभिचार अभावः अपि नास्ति. इदानीं व्यतिरे इदानीं साध्य नित्यत्व अभाव व्यतिरेकसहचाराभावः नास्ति इति चिन्तितं. व्यतिरेकव्यभिचारस्य विषये इदानीमेव चिन्तनीयं, तत् चिन्तयतु. नित्यत्व अभाववत् हेतुः अपि च हेतुः व्यतिरेक अत्र व्यतिरेकसहचार व्यतिरेकव्यभिचारः अस्ति वा इति चिन्तयतु. तत् साध्य अभावः इति खलु महोदय, अपि च हेतुः यत्र यत्र नित्यत्व अभावः तत्र श्रावणत्वं नित्यत्व अनित्यत्वं शब्दे अस्ति. तदा वर्णेषु अपि अस्ति खलु, यत्किमपि वदति चेत् तत्र श्रावणत्वमस्ति अनित्यत्वमपि अस्ति. वयम् आकारः इति उक्तम्. आकारः तर्हि इदानीं किं व्यतिरेकव्यभिचारः न प्राप्तः खलु? न प्राप्तः. प्रथम अनुमाने द्वितीयं चिन्तयतु. द्वितीयं यत्र अनित्यत्व अभावः नित्यवस्तु तत्र कार्यत्वं तत् नास्ति. नित्यवस्तुनि कार्यत्वं नास्ति. तर्हि व्यतिरेकव्यभिचारः व्यभिचारः जातः खलु. इदानीं द्वितीय उदाहरणे न प्राप्तं महोदय. प्रथम उदाहरणे यदि अकारः इति वदामः चेत् तत्र प्राप्तं खलु. अस्तु, पुनः एकवारं चिन्तयामि. यत्र नित्यत्वाभावः इत्युक्ते यत्र अनित्यत्वं तत्र श्रावणत्वम् इति यथा अकारः इति उक्तं, तर्हि प्रथम उदाहरणे प्राप्तं व्यतिरेकविचारः प्राप्तः. द्वितीय उदाहरणे यत्र अनित्यत्वाभावः यत्र नित्यत्वं तत्र कार्यत्वम् इति न प्राप्तम् इति कृत्वा प्रथमवाक्ये व्यतिरेकव्यभिचारः जातः. अस्तु, तर्हि साधारणसव्यभिचारः अपि अत्र अस्ति. अस्ति. अग्रे इदानीं सत्प्रतिपक्षः साध्याभावसाधकं हेतुवन्तरम् अस्य शब्दः नित्यत्व अभाववत् कार्यत्व. अत्र किञ्चित् अग्रे गमनात् पूर्वं किञ्चित् वक्तुमिच्छामि. यत्र नित्यत्वाभावः तत्र श्रावणत्वं यथा आकारः इति यद् अस्माभिः उक्तं तद् वैयाकरणैः न अङ्गीक्रियते. इत्युक्ते वैयाकरणाः किं वदन्ति, आकारः नित्यः इति ते वदन्ति. अकारः इति कश्चन वर्णः अस्ति खलु, स च वर्णः नित्यः. यदा उच्चारयामः तदा तस्य तत्र यदा उच्चारयामः तद् उच्चारणम् अनित्यं भवति, किन्तु न उच्चारितं चेदपि अकारः अस्ति एव इति तेषां चिन्तनम्. वैयाकरणाः वदन्ति शब्दः नित्यः इति तेषां मतम्. अहं कुत्रचित् पठितवती अहं उच्चार्यते तत्र अस्य जननं भवति इति. तस्य जननं भवति इति चेत् अकारस्य जननं भवति वा? नो चेत् तत्र केवलं तत्र शब्दस्य जननं भवति वा? शब्दस्य इति चिन्तयति. अकारः अत्रैव अस्ति इत्युक्ते वैयाकरणाः वदन्ति तेषां मतानुसारम् अकारः इति वर्णः नित्यः अस्ति, किन्तु यदा अकारम् उच्चारयामः तदा यः शब्दः जायते सः शब्दः अनित्यः इति तेषां मतम्. यदि अहम् आ इति वदामि तदा अहमेव अकारम् सृजामि इति नास्ति, केवलम् उच्चारयामि इति कृत्वा अत्र अत्र किञ्चित् क्लेशः अस्ति. भवतु, अतः एव अक्षरम् इति उक्तं चिन्तयामि. सत्यम्, अक्षरः सत्यं, यत् न क्षरति यत् न व्येति तदेव अक्षरः. अस्तु अग्रे. इदानीं सत्प्रतिपक्षः शब्दः नित्यत्व अभावः कार्यत्वात् इति. यत्र कार्यत्वं तत्र अनित्यत्वं यथा खडः. न इदानीं सत्प्रतिपक्षस्य चिन्तनार्थं किं किं चिन्तनीयं? साध्य अभावसाधकं हेत्वन्तरम् अस्ति वा इति. हेत्वन्तरम् इदानीं नित्यत्व अभावः अपि च कार्यत्वं स्वीकुर्मः चेत् समीचीनं नास्ति वा इति मम प्रश्नः. सत्यं, समीचीनमेव. इत्युक्ते शब्दे अनित्यत्वम् इति साधयितुं कार्यत्वम् इति हेत्वन्तरमस्ति खलु, इति कृत्वा सत्प्रतिपक्षः अस्ति अत्र. अस्ति अत्र तावदेव वक्तव्यम् इत्युक्ते अत्र यत्र यत्र इति न चिन्तनीयं, तत्सर्वं चिन्तितं खलु पूर्वमेव, चिन्तितम् अन्वयसहकारः व्यतिरेकसहकारः इति सर्वम्. अस्तु अग्रे. व्याप्यत्वासिद्धिः न चिन्तनीया. अनुपसंहारी तु नास्ति, तत्र उदाहरणानि उक्तानि. विरुद्धः तद् नास्ति. अस्तु समीचीनम् अग्रे. बेळ् महोदय. आं महोदय. अस्तु. पर्वतः वह्निमान् जलात्. अत्र पर्वतः पक्षः, वह्निः साध्यं जलम् इति हेतुः. पक्ष तु प्रसिद्धः, अतः पक्षासिद्धिः नास्ति. पर्वतः प्रसिद्धः. साध्यमिति वह्निः, तदपि प्रसिद्धः, अतः साध्यसिद्धिः नास्ति. साध्याभावत् पक्षः नास्ति, वह्न्यभावत् पर्वतः इति नास्ति, अतः पर्वते वह्निः अस्ति, अतः भवितुम् अर्हति. इत्युक्ते यस्मिन् कस्मिंश्चित् काले वह्निः पर्वते न भवितुम् अर्हति इति न इति ज्ञानं नास्ति. इति कृत्वा साध्याभावत् पक्षः इति न भवति. अस्तु अग्रे. हेतुः अपि प्रसिद्धः जलम्, अतः हेत्वा सिद्धिः नास्ति. जलम् इति पर्वते भवितुमर्हति, अतः जले पक्षधर्मता अस्ति, पक्षधर्मता सिद्धिः नास्ति. अन्वयसहचारः यत्र जलं तत्र वह्निः इति नास्ति. यत्र जलं तत्र वह्निः यथा इति न वक्तुं शक्यते, अतः अन्वयसहचार अभावः जातः. सत्यम्. असाधारणस्य व्यभिचारः अस्ति. व्यतिरेकसहचारः यत्र वन्यभावः तत्र जलाभावः. यत्र वन्यभावः इत्युक्ते यत्र यत्र वन्यभावः तत्र जलाभावः, यथा तत् न वक्तुं शक्यते, अतः यत्र वन्यभावः तत्र जलाभावः. वन्यभावः यत्र अस्ति इति एकं स्वीकरोतु. महानसं तत्र जलाभावः अपि भवितुमर्हति. आकाशः यत्किमपि वक्तुं शक्यते खलु. यत्किमपि प्रकोष्ठः, यत्किमपि आकाशः इति स्वीकुर्मश्चेत् तत्र आकाशे वन्यभावः अस्ति, तत्र जलाभावः अपि अस्ति. अत्र व्यतिरेकसहचार, तर्हि व्यतिरेकसहचार अभावः नास्ति. सत्यम्. अस्तु अग्रे. अग्रे यत्र वन्यभावः तत्र जलम्. यत्र वन्यभावः तत्र जलं, यथा हृदः, यथा हृदः. अतः व्यतिरिकव्यभिचारः जातः. उत्तमः. तर्हि अत्र साधारणसव्यभिचारः अपि वक्तुं शक्यते, असाधारणसव्यभिचारः अपि वक्तुं शक्यते. किन्तु पुस्तके कस्य उदाहरणत्वेन एतद् दत्तम्? पर्वतः वह्निमान्. पर्वतः वह्निमान् अत्र प्रमेय विरुद्धः इत्यस्य. विरुद्धः इत्यस्य. भवतु, तावत् न आगतम्. अग्रे. अग्रे तत्प्रतिपक्षः अत्र न उक्तः, वाक्यद्वयं न उक्तं खलु. एकमेव. ज्येष्ठत्वसिद्धिः अस्तु यत्र वह्निः तत्र वह्निः यत् किं चिन्तयति जलं व्याप्तत्वसिद्धिः किं यस्मिन् अधिकरणे वह्निः अस्ति तस्मिन् अधिकरणे अन्यत् किमपि भवति वा इति यस्मिन् अधिकरणे वह्निः अस्ति अस्तु महानसे वह्निः अस्ति अस्तु यत्र यत्र वह्निः तत्र महानसम् इति उपाधिः न यत्र वह्निः तत्र महानसम् इति नास्ति वह्निः तु महानसे अस्ति आम् आम् वह्निः अपि च महानसम् उभयमपि अन्यस्मिन् नास्ति हा प्रायः नास्ति इत्युक्ते तत्र वह्निना सह हा अन्यत् किमपि न अस्तु एव केवलं चिन्तनार्थम् एवं कुरु स्वीकुर्मः यत्र वह्निः अस्ति तत्र प्रकाशः अपि भवति खलु आम् सत्यं नो चेत् उष्णं भवति उष्णत्वम् उष्णत्वं भवति उष्णत्वं तर्हि उष्णत्वम् इति स्वीकरोतु केवलं चिन्तनार्थं यत्र वह्निः तत्र उष्णत्वं यत्र उष्णत्वाभावः तत्र वह्न्यभावः इति तु सत्यं यथा यत्र उष्णत्वाभावः तत्र वह्न्यभावः यथा तत्र वह्नित्वाभावः इति यथा अयोगोलकम् इति कथं केवलं न केवलम् अयोगोलकं वदति किम् इत्युक्ते तप्तायः पिण्डः नास्ति केवलम् अयोगोलकम् एवम् अयोगोलकमस्ति चेत् समीचीनं सत्यं वक्तुं शक्यते अस्तु व्यतिरेक व्यभिचारः जायते वा चिन्तयतु यत्र उष्णत्वाभावः तत्र वह्निः यत्र उष्णत्वाभावः तत्र वह्निः इति नास्ति व्यतिरेकव्यभिचारः न जातः अतः साध्यस्य व्यापकत्वम् आगतम् अस्तु कुत्र उष्णत्वे उष्णत्वे अस्तु तर्हि इदानीम् अव्यापकत्वम् इति भवेत् यत्र जलं तत्र न उष्णत्वाभावः अत्र साधन अव्यापकत्वं ज्ञातुम् अन्वयव्यभिचारः द्रष्टव्यः आम् यत्र हेतुः तत्र उपाधिभावः खलु यत्र साधनं तत्र उपाधिभावः यत्र यत्र जलं तत्र उष्णत्वाभावः यथा तत्तु सत्यं यथा हृदः हृदे जलमस्ति उपा अत्र उष्णत्वाभावः अपि अस्ति अतः तत्र जलं तत्र उष्णत्वाभावः यथा हृदः यथा हृदः सत्यम् अतः साधनस्य अव्यापकत्वमपि भवति अतः उपाधिः भवितुमर्हति अत्र भवति उष्णत्वम् उत्तमं तर्हि उष्णत्वम् उपाधिः भवति खलु भवति आम् इति कृत्वा अत्र व्याप्यत्वासिद्धिः अपि वक्तुं शक्यते उष्णत्वं स्वीकृत्य उपाधित्वेन स्वीकृत्य समीचीनम् अस्तु समाहरितु नास्ति जलम् इति दृष्टान्तः अस्ति अतः पर्वतः वह्निमान् जलात् यथा ओ अत्र उदाहरणं न उक्तं खलु किम् अत्र उदाहरणं न उक्तं पर्वतः वह्निमान् जलात् यथा इति न उक्तम् अस्तु अस्तु चिन्तयेम यथा इति न चिन्तितं सत्यं पर्वतः वह्निमान् जलात् इत्यत्र उदाहरणं न उक्तं खलु तदेव यत्र जलं तत्र वह्निः यथा इति वक्तुं शक्यते न वक्तुं शक्यते उदाहरणं कथं तर्हि तर्हि तत् तदनन्तरं यत्र वह्निः अभावः तत्र जलाभावः तत्र जलाभावः इति वक्तुं शक्यते इति वक्तुं शक्यते तद् वयम् उक्तम् इति कृत्वा अनुपसंहारी नास्ति सत्यम् अन्वयदृष्टान्तः न लभ्यते परन्तु व्यतिरेकदृष्टान्तः लभ्यते सत्यं व्यतिरेकदृष्टान्तः तु लब्धः अस्तु विरुद्धः साध्याभावः वन्य अभावः व्याप्तजलम् अस्ति एव अतः विरुद्धः इत्यस्य यथा चिन्तयतु व्याप्यत्वं चिन्तयतु तर्हि अस्तु यत्र जलं तत्र वन्यभावः इति भवेत् यत्र जलं तत्र तत्र वन्यभावः यथा हृदः अतः सत्यम् अन्वयसहचारः जायते यत्र वन्य अभावः तत् तत्र जलाभावः इत्युक्ते यत्र वह्निः तत्र जलाभावः यथा महानसम् अतः व्यतिकसहस्रं अतः अथवा तत् अयपिण्डः भवतु यत्र वह्नि अभावः तत्र जलम् इत्युक्ते यत्र वह्निः तत्र जलम् इति न भवति यतः व्यतिरिकस्य व्यभिचारः न जातः अतः साध्याभावव्याप्तिः अस्ति उत्तमं साध्याभावव्याप्तः हेतुः अस्ति जलम् जलम् अतः इति कृत्वा विरुद्धः अपि अत्र जातः अस्तु तर्हि अस्मिन् उदाहरणे साधारणसव्यभिचारः अस्ति असाधारणसव्यभिचारः अस्ति व्यापित्वासिद्धिः अपि अस्ति विरुद्धः अपि अस्ति अस्तु समीचीनम् महोदय तस्मात् पूर्वं यदा व्याप्यत्वसिद्धिः उक्तं तत्र यत्र उपाधि अभावः तत्र साध्यम् इति सोपानः अस्ति खलु अत्र तदेव तदेव चिन्तितं खलु यत्र उपाधि अभावः यत्र अनुष्ण उष्णत्व अभावः तत्र यत्र यत्र उष्णत्वाभावः तत्र वह्नि इति भवेत् खलु इति न भवति अतः व्यतिरिकव्यभिचारः न जातः अतः एव व्याप्तिः जाता उदाहरणं नास्ति इति न भवति न न एकनिमिषं भगिनी पुनः वदतु मया मयापि किञ्चित् यत्र उपाधि अभावः किं निरूपयितुमिच्छति व्याप्यत्वसिद्धिः इति अस्ति खलु तत्र तृतीयसोपानः अस्ति यत्र उपाधि अभावः तत्र साध्यम् इति तत्तु उक्तं खलु तेन तस्य उदाहरणं यथा इति यदि वदामः तर्हि व्यभिचारः जायते आम् ओके इदानीं स्पष्टम् उदाहरणं न भवेत् न भवेत् अतः एव तत्र रक्तवर्णे लिखितमस्ति इत्युक्ते यत्र उपाधि अभावः तत्र साध्यम् इत्यस्य उदाहरणं न भवति चेदेव व्याप्यत्वं सिद्ध्यति व्यापकत्वं सिद्ध्यति अस्तु अग्रे इदानीं शब्दः नित्यः कृतकत्वात् यथा शब्दः नित्यः नित्यवस्तुनि कृतकत्वं नास्ति यथा इति किमपि नास्ति खलु उदाहरणं नास्ति न शब्दः नित्यः कृतकत्वात् इत्यत्र उदाहरणं सत्यम् उदाहरणं न उक्तम् अस्तु अग्रे चिन्तयतु इदानीं पक्षः शब्दः साध्यं नित्यत्वं हेतुः कृतकत्वम् इदानीं पक्षासिद्धिः शब्दः प्रसिद्धः एव नास्ति साध्यासिद्धिः नित्यत्वं प्रसिद्धः एव अतः साध्यासिद्धिः अपि नास्ति साध्यवत् साध्याभाववत् पक्षः इदानीं चिन्तयामः तत् साध्याभावत् पक्षः अस्ति वा इति तदनन्तरं हेतु असिद्धि कृतकत्वं कृतकत्वम् अपि किम् उक्तवती साध्याभावत् पक्षः इत्यत्र किम् उक्तवती तद् न सिद्धम् इदानीं चिन्तयामः खलु तत् इत्युक्ते तादृशज्ञानं नास्ति नास्ति इत्युक्ते कृतकत्व अभावः सर्वदा शब्दे अस्ति इति ज्ञानं नास्ति अस्तु अतः अग्रे चिन्तनीय अस्तु चिन्तनीय हेत्वा सिद्धि हेतुः कृतकत्वं तदपि प्रसिद्धः एव अधः सिद्ध असिद्धिः नास्ति पक्षधर्मदा असिद्धिः शब्दे कृतकत्वम् अस्ति अधः पक्षधर्मदा अपि सिद्धः एव असिद्धिः नास्ति इदानीम् अन्वयसहचारः यत्र कृतकत्वं तत्र नित्यत्वम् उदाहरणं नास्ति यत्र कृतकत्व अभावः यत्र नित्यत्व वदतु प्रथमं यत्र कृतकत्वं तत्र नित्यत्व तत्र नित्यत्वं यथा इति उदाहरणं नास्ति खलु नास्ति चेत् किं भवति अन्वय अन्यसहचारः अभावः भवति तर्हि अत्र आम् इति वक्तव्यं खलु आम् तर्हि असाधारणसव्यभिचारः जातः अत्र जातः अस्तु अग्रे यत्र नित्यत्व अभावः तत्र कृतकत्वाभावः यत्र अनित्यत्ववस्तूनि तदपि न भवेत् खलु अनित्यवस्तूनि कृतकत्वम् अस्ति एव अस्तु तर्हि तत्रापि उदाहरणं वक्तुं शक्यते इति कृत्वा व्यतिरेकसहचाराभावः अपि जातः अत्र जातः अस्तु इदानीं इदानीं व्यतिरेकव्यभिचारः यत्र नित्यत्वं कृतकत्व नित्यत्व अभावः तत्र कृतकत्वं यत्र अनित्यत्व यदा खडः उत्तमं तर्हि व्यतिरेकव्यभिचारः अपि जातः जातः उत्तमं सत्प्रतिपक्षः अत्र न चिन्तनीयः द्वितीय उदाहरणं न चिन्तितम् अस्तु व्याप्यत्वासिद्धिः व्याप्यत्वासिद्धिः नित्यत्वं नित्यत्वस्य अभिधेयत्वं तादृशं स्वीकरणीयं वा महोदय अभिधेयत्वमिति मनः स्वीकरोतु अत्र अस्माभिः दृष्टं खलु तत्र लाघवार्थं नैयायिकाः किं कुर्वन्ति अनुमानम् हा न अनुमाने किं कुर्वन्ति इत्युक्ते लाघवेन अनुमानेन यदि किमपि पदार्थमस्ति इति स्वीक्रियते तस्मिन् पदार्थे किं किं ते अङ्गीकुर्वन्ति लाघवार्थं नित्यत्वम् अपि च नित्यत्वं विभुत्वम् एकत्वम् विभुत्वमेव चिन्तितवती अस्य नित्यत्वम् एकत्वम् एकत्वं विभुत्वं स्वीकुर्वन्ति किन्तु यत्र क्लेशः भवति तत्र अनेकत्वमपि स्वीकुर्वन्ति एवं यत्र क्लेशः भवति तत्र अणुत्वमपि स्वीकुर्वन्ति परमाणवः नित्याः किन्तु परमाणुपरिमाणवन्तः अतः बृहत्त्वं नास्ति जीवात्मा नित्यः अस्ति तथापि अनेकः अस्ति इति कृत्वा यत्र यत्र नित्यत्वमस्ति तत्र सर्वत्र अन्यत् किमपि अस्ति वा इति चेत् विभुत्वमपि न वक्तुं शक्यते एकत्वमपि न वक्तुं शक्यते इति कृत्वा प्रायः अत्र उपाधिः न लभ्यते अस्तु अग्रे गच्छतु तर्हि अनुपसंहारी अन्यव्यतिरेक तत् नास्ति अन्यव्यतिरेकदृष्टान्तरहितः यत्र कृतकत्वं तत्र नित्यत्वं यथा इति नास्ति उदाहरणं रहितः अस्ति यत्र नित्यत्व अभावः तत्र कृतकत्व अभावः तदपि न प्राप्तम् अतः व्यतिरेकसहचारदृष्टान्तरहितः अपि अस्ति अतः अनुपसंहारी अस्ति एषः हेतु खलु अनुपसंहारी अस्ति इदानीं विरुद्धः साध्य अभाववस्ति साध्यं नित्यं नित्यत्व अभावः कृतकत्वं तदस्ति यत्र कृतकत्वं तत्र नित्यत्वाभावः यत्र कृतकत्वं यदा खडः खडः उत्तमं यत्र कृतकत्वं तत्र नित्यत्वाभावः इति अन्वयसहचारः उक्तवती इदानीं व्यतिरेकसहचारः चिन्तयति यत्र कृतकत्वाभावः तत्र व्यतिरेकसहचारः यत्र नित्यत्वाभावाभावः उत्तमम् इत्युक्ते यत्र नित्यत्वं तत्र कृतकत्वाभावः यथा आकाशः उत्तमं तर्हि व्यतिरेकसहचारः अपि जातः इदानीं व्यतिरेकव्यभिचारः अस्ति वा द्रष्टव्यम् इदानीं व्यतिरेकव्यभिचारः यत्र नित्यत्वाभावाभावः तत्र कृतकत्वं नित्यत्वे कृतकत्वं नास्ति तदपि इति कृत्वा विरुद्धः उत्तमम् इति विरुद्धस्य एव उदाहरणमस्ति एतत्. तर्हि अत्र केवलं विरुद्धः एव न वक्तुं शक्यते, तत्र अनुपसंहारित्वमपि वक्तुं शक्यते, साधारणसविचारः इति एतत् सर्वं वक्तुं शक्यते. अस्तु, बहु समीचीनं. तर्हि इदानीम् अत्र रुचिकर उदाहरणमस्ति, एतावत्पर्यन्तम् अस्माभिः न चिन्तितं. तर्हि राहुल् महोदय, भवान् चिन्तयतु. अस्तु महोदय. वायुः गन्धवान् स्नेहात् यथा इति न वक्तुं पृथिवी त्वम् उदाहरणं त्यजतु इदानीम्. अस्तु, वायुः इति पक्षः, गन्धः इति साध्यं, स्नेहः इति हेतुः, स्नेहः इति गुणः, भवान् जानाति खलु. आं, गुणः चतुर्विंशतिगुणेषु अन्यतमः. चूर्णादिपिण्डि भावे वयं दृष्टवन्तः. वायुः प्रसिद्धः एव, अतः पक्षासिद्धिः नास्ति. गन्धः इत्यपि प्रसिद्धः, अतः साध्यसिद्धिः नास्ति. साध्याभावत् पक्षः इत्युक्ते गन्ध अभावत् वायुः यदा कदापि कदापि भवति वा इति ज्ञानं तत् भवितुम् अर्हति खलु. गन्धाभाव वायुः सत्यं, यदा पृथिवी पृथिव्याः अंशः नास्ति, गन्धवती पृथिवी एव गन्धवती खलु. हा, गन्धवती पृथिवी एव. सत्यं वा भगिनि? कृपया म्यूट् मध्ये भवतु. आं महोदय, एकनिमिषः. अस्तु, अग्रे स्नेहः इति गुणः तर्हि प्रसिद्धः एव, अतः हेत्वा सिद्धिः नास्ति. हेत्वा सिद्धिः नास्ति, सत्यं. अपि च अत्र पक्षधर्मता, अत्र स्नेहः इति गुणः वायुना वायोः अस्ति वा? वायौ वायौ, हा गुरौ, वायौ वायौ वायौ स्नेहः कथं भवितुमर्हति? अत्र गुणः न भवति खलु? न भवति, न भवति, पक्षधर्मता नास्ति इति कृत्वा पक्षधर्मतासिद्धिः अपि अस्ति. अस्ति, हा अस्ति, स्वरूपम् अग्रे. अस्तु, अन्वयसहचारः. यत्र स्नेहः तत्र गन्धः इति न भवितुमर्हति. अत्र गन्धः इति गुणः, स्नेहः इत्यपि गुणः, तर्हि गुणेषु गुणः कथं गुणेषु गुणः इति नास्ति. यत्र स्नेहः तत्र गन्धः इति तादृश अधिकरणम् गुणे गुणयोः मध्ये समानाधिकरणीयं भवितुमर्हति, किन्तु अनयोः गुणयोः मध्ये नास्ति. सत्यं सत्यं. तर्हि अत्र पिण्डिभाव अत्र पिण्डिः अस्ति खलु, पिष्टं यदस्ति तस्मिन् स्नेहः अपि लभ्यते, गन्धः अपि लभ्यते, अतः अन्वयसहचार अभावः नास्ति. यथा यथा पिष्टम् इति. अस्तु, स्नेहस्य लक्षणं पश्येम. स्नेहस्य लक्षणं चूर्णादिपिण्डिभावहेतुर्गुणः स्नेहः इति अस्ति. चूर्णादिपिण्डिभावहेतुर्गुणः वा? आम्, 114 पुस्तक पुट सङ्ख्या. अस्तु, एकनिमिषं पश्यामि. चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः, जलमात्रवृत्तिः इति उक्तम्. आम्, केवलं जले एव अस्ति स्नेहः इति. हा, परम्परया एव पिण्डौ पिण्डे आगच्छति. आम्, सत्यं सत्यं. तत्र संयोगः भवति, तर्हि परम्परया एव भवति इति कृत्वा तत्र स्नेहः इति जलमात्रवृत्तिः. अतः यथा पिण्डीभावमिति न वक्तुं शक्यते. अस्तु अस्तु, तर्हि व्यतिरेकसहचार अन्वयसहचाराभावः अस्ति. यत्र गन्धाभावः तत्र स्नेहाभावः, तादृशमपि न वक्तुं शक्यते. गन्धाभावः अस्तु, यथा अग्निः गन्धाभावः, तत्र स्नेहाभावः गन्धाभावः अस्ति, स्नेहाभावः अपि अस्ति. सत्यम्, व्यतिरिकसहचाराभावः नास्ति. व्यतिरिकव्यभिचारः, यत्र गन्धाभावः तत्र स्नेहः, यथा यथा जलं, समीचीनं. ततः व्यतिरिकव्यभिचारः जातः, साधारणस्य विचारः अस्ति. अधुना साध्याभावः गन्धाभावः वायौ अन्यत् किमपि हेतुना साधनीयम्। गन्धाभावः वायौ वायौ अस्ति साध्याभावसाधकं हेत्वन्तरम्। अस्तु, अत्र पृथिवी अभावः इति वक्तुं शक्यते वा? वायौ गन्धाभावः अस्ति यतोहि वायौ पृथिवी अभावः अस्ति इति। न न, एकनिमिषम् अत्र, हा हा अस्तु, चिन्तयेम। इदानीम् अस्माभिः किं साधनीयमस्ति? वायौ कश्चन धर्मः भवेत् येन धर्मेण वायौ गन्धः नास्ति इति निरूपणीयम्। आम् सत्यम्, वायौ गन्ध अभावः अस्ति इति निरूपयितुं वायौ अन्यत् किमपि भवेत्, येन गन्धाभावः अस्ति इति निरूपणीयम्। तादृशं किम्? पृथ्वीत्वाभावः। पृथ्वीत्व अभावः स्पर्शवान् अपि अस्ति खलु महोदय, वायुः स्पर्शः न स्पर्शवान् इति वदति चेत् तत्र पृथिवी पृथिव्यामपि स्पर्शः भवितुमर्हति खलु, जले अपि स्पर्शः भवितुमर्हति। इत्युक्ते स्पर्शः स्पर्शवान् स्पर्शः इति हेतुत्वेन स्वीकृत्य वायौ गन्धः नास्ति इति न वक्तुं शक्यते। अत्र केवलं गन्धः इति पृथिव्याः एव गुणः, अतः पृथिव्याः अभावः अस्ति चेदेव गन्धः न भवति, अन्यथा तु भवति एव, अतः तदेव अहं चिन्तितवान्। अस्तु वदतु, वाक्यं वदतु। अत्र अस्तु, वायुः गन्ध अभाववान् पृथिवीत्वाभावात्। अस्तु, पृथिवीत्व अभावात् इति तर्हि चिन्तयतु अग्रे। अतः पृथ्वीत्वाभावे तत्र निरूपणीयं खलु, इदानीं भवता यदुक्तं तद् निरूपणीयम्। अस्तु अस्तु, वायुः गन्ध अभाववान् पृथ्वीत्व अभावात्। यत्र पृथ्वीत्व अभावः तत्र गन्धः, क्षम्यतां, गन्धाभावः, तत्र गन्धाभावः, हा तत्र गन्धाभावः, तत्तु यथा यथा जलं जलं समीचीनम्। यत्र पृथ्वीत्वाभावः, अस्तु, यत्र स्नेहः, क्षम्यतां, किमर्थं स्नेहः, एकनिमिषः अहं लेखयिष्यामि, विस्मरामि। वायुः गन्धाभाववान् पृथ्वीत्वाभावत् पृथिवीत्वाभावात्। अस्तु अस्तु, यथा अस्तु, यत्र गन्धाभावः तत्र पृथ्वीत्वाभावाभावः इत्युक्ते पृथिवीत्वं, यत्र गन्धाभावः तत्र पृथिवीत्वम् इति न वक्तुं शक्यते। न न, तत्र पृथिवीत्वम् इति किमर्थम्? इदानीं भवतः हेतुः कः? पृथ्वीत्व अभावः इति हेतुः खलु। आं सत्यं, तर्हि अत्र व्यतिरिकसहचारः चिन्तनीयं खलु। हा, अतः यत्र साध्याभावः तत्र हेत्वाभावः, तर्हि सत्यं, यत्र अथवा गन्धाभावः, गन्धाभावाभावः, सत्यं, गन्धाभावाभावः, हा, इत्युक्ते यत्र गन्धः तत्र पृथ्वीत्वाभावाभावः इत्युक्ते पृथिवीत्वं, यथा घटः, सत्यम्। अतः अन्वयसहचार व्यतिरिकसहचारः अपि जायते। अधुना व्यतिरिकव्यभिचारः, यत्र गन्धाभावाभावः इत्युक्ते यत्र गन्धः तत्र पृथिवीत्वाभावः इति न जायते, अतः व्यतिरिकव्यभिचारः अपि न जायते, अतः अत्र साध्याभावसाधकहेतु हेत्वन्तरम् इति पृथिवीत्वाभावे आगतम्। सत्यम्, उत्तमम्, उत्तमं महोदय। पृथ्वीत्वाभावः पृथ्वीत्वाभावे आगतं खलु, पृथ्वीत्वाभावे, पृथ्वीत्वाभावे आगतं, सत्यं, पृथ्वीत्वाभावे आगतं, न तु पृथ्वीत्वे, सत्यं। तर्हि इदानीं हेत्वन्तरमस्ति पृथ्वीत्व अभावः. उत्तमं महोदय, अग्रे धन्यवादः. अस्तु अग्रे सोपाधिकहेतुः. यत्र अत्र उदाहरणद्वयम् अत्र वाक्यद्वयं नास्ति अतः चिन्तनीयं वा? आमां व्याप्तित्वासिद्धिः अस्ति वा इति चिन्तनीयं खलु. एकमेव वाक्यं खलु, एकमेव इदानीं वायुः गन्धवान् स्नेहात् इति वाक्यम्. अस्तु सत्यं. यत् सत्प्रतिपक्षार्थं भवता अत्र नूतनवाक्यं रचितं. सत्यं सत्यम्. अस्तु यत्र गन्धः तत्र घटः. न, प्रथमम् उपाधिः का इति चिन्तयतु. सत्यं, यत्र गन्धः घटः घटः इति. यत्र गन्धः तत्र घटः इति न भवति खलु. इत्युक्ते गन्धः गन्धस्य अधिकरणं घटः भवितुमर्हति खलु. तदेव चिन्तनं करोति भवान् इदानीं. तत्र अधिकरणमेव चिन्तयति. एतदेव भवता परिष्कर्तव्यमस्ति भवतः चिन्तने. इति वा? सामानाधिकरण्यं भवेत्, अधिकरणं न चिन्तनीयम्. आम् आम्, गन्धः यस्मिन् अस्ति तस्मिन् अन्यद्धर्मः चिन्तनीयः. ओ, गन्धः घटे अस्ति चेत् घटे अन्यः धर्मः यदस्ति इति चिन्तनीयं. घटत्वम् इति, हा घटत्वम् इति चिन्तनीयं, न तु घटः. सत्यं सत्यं. यत्र गन्धः तत्र घटत्वम् इति यदि उपाधि स्वीकुर्मः घटत्वम् इति, घटत्वम् इति उपाधित्वेन स्वीक्रियते चेत् यत्र घटत्वाभावः तत्र गन्धाभावः. यथा प्रथमम् अन्वेषाचार्यः चिन्तितः खलु, यत्र गन्धः तत्र घटत्वम्, यथा घटः. यथा घटः. अधुना यत्र घटा घटत्वाभावः तत्र गन्धः गन्धाभावः इति. यथा यथा पटः. न, यथा पटः इति न वक्तुं शक्यते. पटे गन्धः अस्ति, यथा जलम् इति वक्तव्यम्. न, अत्र यत्र उपाध्याभावः तत्र साध्याभावः खलु. तर्हि यत्र, हा तर्हि यत्र, किन्तु पटे गन्धाभावः अस्ति किं? गन्धाभावः नास्ति, गन्धाभावः नास्ति. अतः पटः समीचीन उदाहरणं दास्ति. हा, घटत्वाभावः नास्ति, अत्र गन्धाभावः अपि भवितुमर्हति. सत्यम्. अतः जलम् इति समीचीनं. हा सत्यं, पटः इति न वक्तव्यं, यथा पटः इति न वक्तव्यं, यथा जलम् इति वक्तव्यम्. आम् आम् आम्. तर्हि व्यतिरेकसाचारः जातः, इदानीं व्यतिरेकव्यविचारः. यत् तत्र एकनिमिषः, उपाधिः अस्ति घटत्वं. यत्र घटत्वाभावः, यत्र घटत्वाभावः तत्र गन्धः. यत्र घटत्वाभावः तत्र गन्धः. यथा पटः. हा, इति कृत्वा व्यतिरेके व्यभिचारः जातः. अतः सो उपाधिः न भवति. अतः घटत्वम् उपाधिः न भवति. घटत्वं न भवति, सत्यं. घटत्वम् इति उपाधिः न भवति. तर्हि अन्यत् किमपि स्वीकर्तव्यमस्ति. परन्तु एक एव उपाधिना स्वीकृत्य न भवति चेत् अपि वयं तादृश निर्णय. अत्र एतद् उदाहरणं मया किं चिन्ति, किमर्थं चिन्तितमिति चेत् अस्मिन् उदाहरणे अस्तु अस्तु, अत्र व्याप्यत्वासिद्धिः इति उक्तं खलु. इत्युक्ते अस्मिन् उदाहरणे पञ्चहेत्वाभासाः अपि सम्भवन्ति. सम्भवति वा? अस्तु, पञ्चहेत्वाभासाः अपि सम्भवन्ति इति बोद्धुम्. तर्हि अत्र बाधः जातः, स्वरूपसिद्धिः जातः, साधारणस्वविचारः, सत्प्रतिपक्षः अपि जातः. अधुना प्रायः अनुपसंहारी इति. अस्तु, तत् दृष्ट्वा पुनः व्याप्यत्वसिद्धेः विषये चिन्तयामः. इदानीम् अनुपसंहारित्वम् अस्ति वा इति चिन्तयतु. अस्तु, यत्र स्नेहः तत्र गन्धः इति भवति चेत् अन्वयदृष्टान्तः. यथा यत्र स्नेहः तत्र गन्धः, यथा न वक्तुं शक्यते. यत्र स्नेहः इति केवलं जलमात्रवृत्तिः अस्ति, यतः पृथ्वी. तर्हि अन्वय अतः एव दृष्टान्तः न दत्तः. अतः अन्वयदृष्टान्तरहितः अस्ति. यत्र व्यतिरेकदृष्टान्तः रहितः इति वा? यत्र गन्धाभावः तत्र स्नेहाभावः, गन्धाभावः तत्र स्नेहाभावः, तदपि न वक्तुं शक्यते. अतः अनुपसंहारी अपि जाता. संहारी अपि जाता. विरुद्धः. विरुद्धः. अस्तु, साध्याभावः. यत्र गन्धाभावः तत्र स्नेहः, यत्र गन्धाभावः तत्र, यथा जलम्. अपि च यत्र स्नेहाभावः. इदानीम् एकनिमिषं, साध्याभावव्याप्तः हेतुः, इदानीं स्नेहः इति हेतुः खलु. सत्यम्. अतः यत्र गन्धाभावः, यत्र गन्धाभावः अस्ति किमर्थं यत्र गन्धाभावः इति आरब्धं करोति यत्र स्नेहः इति आरम्भणीयं खलु सत्यं यत्र स्नेहः तत्र गन्धाभावः इति तत्र गन्धाभावः यथा यत्र स्नेहः तत्र गन्धाभावः यथा जलम् उत्तमम् इति अन्वयसहचारः जायते तदनन्तरं यत्र गन्धाभावाभावः तत्र स्नेहाभावः इति इत्युक्ते यत्र गन्धः तत्र स्नेहाभावः सत्यं तत्तु यथा यथा घटः यथा घटः तत्र गन्धः अथवा एकनिमिषं वाक्यं वदतु महोदय अत्र साध्याभावः साधनीयः खलु तर्हि विचारे यत्र गन्धाभावः इत्युक्ते यत्र गन्धः तत्र स्नेहाभावः सत्यं यथा घटः सत्यं यथा घटः तदेव अस्तु तर्हि व्यतिरेकसहचारः अपि जातः अधुना यत्र गन्धाभावाभावः तत्र स्नेहः इति न भवति इति यत्र गन्धः तत्र स्नेहः इति न भवति अतः व्यतिरिक्तव्यभिचारः न जातः अतः साध्याभावव्याप्तः अस्ति विरुद्धः अस्ति इति कृत्वा विरोधः अपि अत्र अस्ति अधुना व्याप्तत्वसिद्धिः इति तर्हि अत्र बाधः अपि अस्ति आम् तदनन्तरम् असिद्धिः इदो इत्युक्ते अत्र केवलं अत्र अन्तर्गणः न दृश्य पश्यामः बाधः इति हेत्वाभासः अस्ति असिद्धिः इति हेत्वाभासः अस्ति स्वरूपसिद्धिः अस्ति खलु असिद्धिः अस्ति इति कृत्वा असिद्धिः इति हेत्वाभासः अस्ति तदनन्तरं सव्यभिचारः इति हेत्वाभासः अस्ति तदनन्तरं सत्प्रतिपक्षः अपि अस्ति तदनन्तरं विरुद्धः अपि अस्ति तृतीयं चतुर्थम् अपि च पञ्चमं हा सत्यम् अनुपसंहारी अपि अस्ति विरुद्धः अपि अस्ति न इत्युक्ते अत्र इतोपि अस्ति किन्तु यदि केवलं पञ्चहेत्वाभासाः के इति चेत् प्रथमं सव्यभिचारः द्वितीयं विरुद्धः तृतीयं तु सत्प्रतिपक्षः चतुर्थं तु असिद्धिः पञ्चमं तु बाधः इति पञ्चहेत्वाभासाः इदानीम् अस्माभिः निरूपिताः यदि नवहेत्वाभासाः आहत्य इत्युक्ते अन्तर्गणमपि स्वीकृत्य सव्यभिचारे अत्र कति भेदाः सन्ति त्रयः भेदाः सन्ति खलु साधारणसव्यभिचारः असाधारणसव्यभिचारः इति भेदद्वयमेव सव्यभिचारः इति सत्यम् एकनिमिषं सव्यभिचारः इत्यस्य एव भेदः साधारण असाधारण अनुपसंहारी इति ओ अनुपसंहारी इति अस्तु तर्हि त्रयभेदाः सव्यभिचारे तदनन्तरं असिद्धौ त्रयः भेदाः सति खलु आश्रयसिद्धः स्वरूपासिद्धः आश्रयसिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिः इति तर्हि षट् तदनन्तरं बाधः विरुद्धः सत्प्रतिपक्षः इति आहत्य नवप्रभेदाः सन्ति इति स्वीकुर्मश्चेत् नवसु एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त प्रभेदाः अत्र अस्मिन् उदाहरणे वर्तते इति वक्तुं शक्यते इति समीचीन उदाहरणमस्ति यत् मणिद्राविडशास्त्रिपादैः मया उक्तं मह्यम् उक्तम् रुचिकरहेत्वाभासः अस्ति वायुः गन्धवान् स्नेहात् इत्यत्र पञ्चहेत्वाभासाः अपि प्रदर्शयितुं शक्यते इति परन्तु तत्र इत्युक्ते अत्र अस्मिन् उदाहरणे वायुः गन्धवान् तु भवितुमर्हति परन्तु स्नेहात् इति हेतुः किमर्थं न वायुः गन्धवान् इति भवितुमर्हति किम् इत्युक्ते अत्र पृथिव्याः अंशः अस्ति चेत् वायुः न किन्तु तर्हि तत्र पृथिव्याः कणाः सन्ति चेत् तत्र केवलं वायुः इति न वक्तुं शक्यते खलु आं तत्तु सत्यं समीचीनं परन्तु तदेव व्यवहारे वयं वदामः खलु अत्र न वायौ गन्धः अनुभूयते चेत् इदानीं तत्र पृथिवीकणाः अपि मिश्रिताः इति कृत्वा गन्धः अनुभूयते अनुभूतं चेदपि तत्र वायुः गन्धवान् इति निश्चयः नास्ति किमर्थमिति चेत् वायौ विद्यमानगन्धः वायोः नास्ति तत्तु समीचीनम् अनुभवं तु अस्ति अनुभवतु अस्ति वायौ गन्धः अनुभूयते तर्हि तेन किं प्रत्यक्षेन वायुः गन्धवान् इति ज्ञानं प्राप्तं वा इति चेत् नास्ति यदि तादृशं वदामः तत् दोषाय तत् समीचीनं यः यः न्यायशास्त्रं जानाति सः एव तादृश अनुमानं न करोति खलु अन्यथा सर्वत्र सामान्यजनाः तु कर्तुं तदेव करोति वायुः गन्धवान् सत्यम् इति एव वार्ता अत्र मुख्यवार्ता अस्ति इत्युक्ते सर्वं खलु इदं ब्रह्म इति अद्वैतमतं वदति किन्तु सामान्यजनानाम् अनुभवः कः तर्हि अनुभवम् आधारीकृत्य सः किं वदन्ति अत्र द्वैतमेव सत्यम् इति ते वदन्ति किन्तु तद् भ्रमात्मकमस्ति यथा तत्र दूरे मरुमरीचिकप्रदेशे जलं दृश्यते तर्हि अनुभवः अस्ति तत्र जलं वर्तते इति प्रत्यक्षेन ज्ञायते खलु तर्हि यदि अहं मम पौत्रं प्रति गत्वा सः पौत्रः पश्यति जलमस्ति इति यदि अहं वदामि जलं नास्ति तर्हि मम विश्वासं सः न करोति साक्षात् दृश्यते एव इत्युक्ते अत्र रिफ्राक्षन् इति कश्चन सिद्धान्तः अस्ति प्रक्रिया अस्ति तेनैव तादृशं दृश्यते वस्तुतः तत्र नास्ति मृगजल अस्ति सत्यं एवम् अत्र सूर्योदयं भवति इति तस्य चिन्तनमस्ति सत्यम् इत्युक्ते सूर्योदयं यदा कदापि न भवति सूर्यः यत्र अस्ति तत्रैव तिष्ठति अत्र भूमिः एव भ्रमणं करोति इति ज्ञानं यस्मिन् नास्ति तस्मिन् एतादृश निश्चयः भवत्येव भ्रमात्मकज्ञानं सूर्यः उदेति इति भ्रमात्मकः प्रत्यक्षेन ज्ञायते तथापि वास्तविकं नास्ति इति कृत्वा एव चिन्तनीयम् उत्तमं सत्यं समीचीनं तर्हि इदानीम् अस्माभिः तत्र अनुमानपरिच्छेदः समापितः अस्ति बहु उत्तमरीत्या अस्माभिः चिन्तितं समीचीनं बहु समीचीनं जातम् इत्युक्ते अत्र गभीरज्ञानं जातं कथं चिन्तनीयम् इति तत्र प्रतिबन्धकज्ञानं किम् इति तावत् अवगच्छामश्चेत् पर्याप्तं तस्मादुपरि तत्र हेत्वाभासस्य लक्षणं किम् कथं वा हेत्वाभासस्य तत्र मुद्रा का हेत्वाभासलक्षणसमन्वयः कथं करणीयः तदर्थं किं समूहालम्बनज्ञानं चिन्तनीयम् इति एतत् सर्वम् अकाडेमिक् अस्ति इति एतत् सर्वम् अकाडेमिक् अस्ति किन्तु अनुमानं कोऽपि वदति चेत् तत्र कः क्लेशः अस्ति इति चिन्तनसमर्था प्रापणीया तद् अस्माभिः प्राप्तम् इति अहं विश्वसिमि समीचीनं बहु समीचीनम् एतादृशचिन्तने अत्र केवलं वदन्ति हेत्वाभासस्य नाम एव दृष्ट्वा वयं झटिति ज्ञातुं शक्नुमः सत्प्रतिपक्षः अस्ति वा अस्मिन् उदाहरणे यत्र वाक्यद्वयं भवति तत्र सत्प्रतिपक्षः तादृशः भवति अत्र विरुद्धः इति दोषः वा बाधः वा इति सर्वं झटिति वक्तुं शक्नुमः सत्यं तर्हि पक्षासिद्धिः अस्ति चेत् आश्रयासिद्धिः पक्षधर्मतासिद्धिः अस्ति चेत् स्वरूपासिद्धिः यदि पक्षे साध्यं यदा कदापि न भवितुमर्हति तदा बाधः अपि च अत्र व्याप्तिः न लभ्यते चेत् तत्तु असाधारणसव्यभिचारः खलु साध्याभावद्वृत्तिः इति चेत् साध्यसाधारणव्यभिचारः अस्ति सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः इति अस्ति अस्तु भवतु तर्हि इतोपि अत्र किञ्चित् अस्माकं मनसि कः हेत्वाभासः इति बोधं वस्तुतः अत्र हेत्वाभासः अस्ति वा इति चिन्तयितुं शक्यते एतादृशरीत्या किन्तु कः हेत्वाभासः इत्यत्र किञ्चित् क्लेशः इदानीमपि वर्तते इत्युक्ते तत्र प्रत्येकं हेत्वाभासस्य लक्षणं मनसि विधाय एव वक्तुं शक्यते तर्हि एतत् किन्तु क्रमेण चिन्तयामश्चेत् क्लेशः नास्ति. सत्यम्. अस्तु, किं कुर्मः, किञ्चित् समयः अवशिष्टः अस्ति. अग्रिमे इदानीं तत्र उपमानखण्डः इति आरम्भणीयः अस्ति, तदिदानीं न कुर्मः, रमेश महोदय नास्ति इत्यतः. अपि च अहं चिन्तयामि, अहमेव पाठयामि इति, इत्युक्ते इदानीं सर्वम् अस्माभिः चिन्तितमिति कृत्वा झटिति अस्माभिः अग्रे पठितुं शक्यते इति मम विश्वासः अस्ति. इत्युक्ते वर्गः चालनीयः वा न वा इति चेत् किञ्चिदेव अवशिष्टमस्ति. अतः वयं मिलित्वा पठेम, यथा पूर्वम् इदानीम् एतावत्पर्यन्तं पठितं तादृशं पठेम. सत्यं. पठित्वा पूरयामः, तदा गभीरचिन्तनं भवति, ममापि लाभाय भवति. इत्युक्ते उपमानखण्डः इति एतत् सर्वं मया स्वाध्यायं कृतम्, किन्तु यदा अन्यैः सह चिन्तनं कुर्मः तदा इतोपि स्पष्टता भवति ममापि इति कृत्वा. किं भवता आगन्तुं शक्यते खलु महल् महोदय? अपि च एतादृशचिन्तनम् अन्यस्मिन् वर्गे न प्रचलति इति कृत्वा वयं सम्पूरयामः इति एकः. अन्यः इदानीं किं कुर्मः, किञ्चित् समयः अवशिष्टः अस्ति इति कृत्वा अत्र लक्षणं न्यायकोशः इति लिखितं खलु, तदेकवारं पश्यामि. तर्हि तत्र प्रथमं अत्र आश्रयासिद्धेः लक्षणं सत्यभाम भगिनी पठति वा, D3 इत्यत्र. महोदय कुत्र अस्ति उदाहरणपरिशीलनम् इत्यत्र D3 इति अस्ति खलु, थर्ड् रो मध्ये एतत् सर्वं स्थापितम्. एकनिमिषम्. अस्तु, तावत् मेहुल् महोदय भवान् प्रथमं पठतु. अस्तु, पक्षस्य असिद्धिः पक्षे पक्षतावच्छेदकस्य भावः तद्वान्. एकनिमिषम्, अत्र वाक्यद्वयमस्ति, पक्षस्य असिद्धिः इति प्रथमं वाक्यम्. ओ अस्तु, सत्यं, तदेव अस्माभिः चिन्तितं, तदेव इत्युक्ते लक्षतर्कसङ्ग्रहकारिणे लक्षणमेव न दत्तम्. अस्तु अस्तु, न्यायकोशे एव. हा, किन्तु पक्षस्य असिद्धिः इति मया लिखितमस्ति, किन्तु न्यायकोशे किं लिखितमस्ति इति चेत् पक्षे पक्षतावच्छेदकस्य अभावः तद्वान्, तस्य अर्थः अतः. अस्तु, अत्र पक्षः, पक्षे कश्चन धर्मः अस्ति, तद्वान् इत्यनेन उक्तमस्ति. पक्षः कीदृशः इति, पक्षता अवच्छेदकस्य अभावः इति पक्षे अस्ति, अतः पक्षता अवच्छेदक अभावत्वम् इति पक्षे आगच्छति, पक्षे अस्ति. अस्तु, अत्र उदाहरणमस्ति गगनारविन्दम् इति. गगनारविन्दम् इत्यत्र विशेष्यं किम्, अवच्छेदकः कः? गगनारविन्दम्, अस्तु, अरविन्दम् इति अरविन्दत्वम् इति विशेष्यम्. अरविन्दत्वम् इति अवच्छेदकत्वेन स्वीक्रियते चेत् तत्र लक्षणं न सङ्गच्छते. गगनारविन्दम् इति उक्तं खलु? आम् आम्. इत्युक्ते गगनीयम् अरविन्दम्. गगनीयम् इत्यस्य अर्थः किं किं भवति? पुस्तके पठितं खलु, इत्युक्ते अत्र गगनात् नो चेत् गगने विद्यमान अरविन्दं गगनीयम् इति भवति. तर्हि तत्र गगनीयम् इति विशेषणम्, अरविन्दम् इति विशेष्यम्. सत्यं, तर्हि अवच्छेदकः अस्ति अत्र गगनीयत्वं. गगनीयत्वम् इति अवच्छेदकः. गगनीयत्वं यदा कदापि अरविन्देन भवति न भवति. तदेव पक्षे पक्षस अवच्छेदकस्य अभावः. गगनीयत्वं यदा कदापि अरविन्देन भवति इति कृत्वा पक्षासिद्धिः. सत्यम्. अस्तु, सत्यभाम भगिनी प्राप्तं किम्? आं महोदय. अस्तु, तर्हि इदानीम् E4 पठतु, व्याप्यत्वासिद्धिः इति. व्याप्यत्वस्य साध्ये साध्यता अवच्छ अवच्छेदक अवच्छेदकस्य अभावः यथा पर्वतः काञ्चनमयवन्यमान् धूमात् पर्वतः काञ्चनमयवन्यमान् धूमात् पर्व साध्यासिद्धि साध्यं कान् पर्वतः काञ्चनमयवन्यमान् इति वह्निः इति साध्यं वा महोदय? अत्र किं लिखितमस्ति इति तद्दृष्ट्वा वदतु. पर्वतः काञ्चनमयवन्यमान्, अत्र पर्वतः वन्यमान् इति न लिखितं, तर्हि वह्नेः वह्नेः अवच्छेदकः कः? काञ्चनमयः. हा, तर्हि काञ्चनमयत्वं वह्नौ भवति वा न भवति? हा, इति कृत्वा साध्यता अवच्छेदकस्य अभावः. यथा गगनारविन्दम् इत्यत्र गगनीयत्वम् अरविन्देन भवति, तथा काञ्चनमयत्वं वह्नौ न भवति इति कृत्वा पर्वतः काञ्चनमयवन्यमान् इति धूमात् इति न वक्तुं शक्यते. पर्वतः वन्यमान् धूमात् इति भवति, किन्तु पर्वतः काञ्चनमयवन्यमान् धूमात् इति अनुमानं यदि कुर्मः तद्दोषाय. अत्र कः दोषः इति चेत् साध्ये साध्यता अवच्छेदकः नास्ति. बुद्धिते खलु, साध्ये साध्यता अस्ति, सा साध्यता केन अवच्छिन्ना इति चेत् काञ्चनमयत्वेन अवच्छिन्ना. अस्तु, समीचीनं. तर्हि अग्रे इदानीं कः मेहुल् महोदय? अस्तु महोदय, साध्याभाववत् साध्याभाववत् प्रमा विषय पखकस्ति पखकत्वं प्रमितसाध्याभाववत् पशकत्वम्. एकनिमिषम् अत्र तन्त्रदोषः अस्ति वा दृष्टं? साध्याभाववत् प्रमा विषय विषयकत्वं विषय विषय अत्र पखत्वम् इति अस्ति. न न, अत्र प्रायः दोषः अस्ति. साध्य अभावत्वप्रमाविषयकत्वं प्रमितसाध्य अभाववत् पक्षकत्वं पक्षकत्वम् प्रमितसाध्य अभाववत् पक्षकत्वम् इति भाति. तर्हि उपरि अपि विषयपक्षकत्वम् अस्ति वा विषयकत्वमेव साध्य अभावत्? अस्तु, अहं दृष्ट्वा वदामि महोदय. अत्र इदानीम् अग्रे गच्छतु. अस्तु, चिन्ता मास्तु. व्याप्तत्वासिद्धिः साधनासिद्धिः व्यर्थविशेषणघटितं हेतुतावच्छेदकं हेत्वासिद्धिः. अस्तु, साधनासिद्धिः व्याप्तत्वासिद्धिः व्यर्थविशेषणघटितं हेतुतावच्छेदकं हेत्वा सिद्धिः. अस्तु, व्याप्यत्वासिद्धिः. एकनिमिषम्, अत्र कथमस्ति इति. व्याप्यत्वासिद्धिः इति एकं लक्षणं, साधनासिद्धिः इति अन्यत्. तदनन्तरं व्यर्थविशेषणघटितं हेतुतावच्छेदकं हेत्वा सिद्धिः इति लिखितम्. अस्तु, व्यर्थविशेषणघटितं हेतुतावच्छेदकम्. व्यर्थविशेषणघटितम् यथा काञ्चनमयवह्निमान् इत्यत्र व्यर्थविशेषणघटित साध्यमस्ति साध्यमस्ति. यथा गगनारविन्दम् इत्यत्र व्यर्थविशेषणघटितपक्षः अस्ति, तथा इत्युक्ते पर्वतः वन्यमान् काञ्चनमयधूमात् इति यदि अहं वदामि. सत्यं, तर्हि अत्र हेतुत अवच्छेदकः भवति काञ्चनमयत्वं, तदेव व्यर्थविशेषणघटितं हेतुत अवच्छेदकम् अस्ति, अतः एव हेत्वा सिद्धिः भवति. सत्यं, साधनम्, अतः साधनसिद्धिः अन्यत् नाम अस्ति हेत्वा सिद्धिः. अस्तु, अग्रिमं तत्र इदानीं पश्यन् अस्मि बाधः इत्यत्र, अन्यत् अग्रे अग्रे सत्यवा भगिनि वदतु. भगिनी सम्यक् न श्रूयते. इदानीं श्रूयते वा महोदय? इदानीं श्रूयते, वदतु. भवति सः स्वरूपसिद्धः. मध्ये स्थगनं भवति भगिनि, सम्यक् न श्रूयते. किमर्थम् न जाने, तत्र भगिनी मध्ये बहिः बहिर्गत्वा आगतवती खलु पुनः. तदनन्तरम् एतादृशमेव अस्ति, न श्रोतुं शक्यते. बहिर्गत्वा आगच्छति किं पुनः एकवारम्? अस्तु, तावत् मेहुल् महोदय भवान् एव पठतु. अस्तु महोदय. स्वरूपासिद्धिः इति, या हेतुः पक्षे न वर्तते सः स्वरूपासिद्धः. अस्तु, एतत्तु सरलमेव, अत्र हेतुः पक्षे न वर्तते, अतः अत्र चाक्षुषत्वात् इति हेतुः. तर्हि हेतुः चाक्षुषत्वम् इति शब्दे न यदा कदापि न वर्तते, अतः स्वरूपासिद्धस्य उदाहरणं, सिद्धेः उदाहरणं. सत्यम्. अग्रे अग्रे असाधारणस्य व्यभिचारः, साध्यव्यापकीभूताभावप्रतियोगित्वम्. प्रतियोगित्वं कस्य प्रतियोगी? प्रतियोगित्वं तर्हि साध्यव्यापकीभूताभावस्य प्रतियोगित्वं. साध्यव्यापकीभूता तर्हि पूर्वे न आसीत् अधुना जाता इति एव साध्यव्यापकीभूता, तस्य अभावः, तस्य अभावस्य प्रतियोगित्वम् इति एव असाधारणस्य व्यविचारः इति. साध्यव्यापक, साध्यं व्यापक व्यापकः भवति इति. तर्हि साध्यव्यापकीभूत अभावप्रतियोगित्वम्, अत्र शब्दः अनित्यः गगनात् इति उदाहरणमस्ति, तस्य साध्यमस्ति अनित्यत्वम्. अनित्यत्वेन व्यापकी व्यापकः जातः यः हेतुः, खलु? तर्हि गगनम् इति अनित्यत्वेन व्यापकः जातः तस्य अभावः इति. गगने अनित्य, गगनम् इति अनित्यत्वेन व्यापकः न जायते, अतः एव साध्यव्यापकीभूताभावः अस्ति गगने. एकं साध्यभावविषये प्रत्यक्षकत्वम् साध्यभाववत् साध्यभाववत्प्रमाविषयपक्षकत्वम् अथवा परमितसाध्य अभाववत् पक्षकत्वम्. सत्यम्. अस्तु, इदानीं साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति उक्तं खलु, तर्हि तर्हि साध्य अभावव्यापकीभूत अभावः इत्यस्य अर्थः कः? इत्युक्ते साध्याभावः इत्युक्ते साध्यस्य अभावः, व्यापकीभूतः इत्युक्ते हेतुः, व्यापकीभूताभावः इत्युक्ते हेत्वाभावः, अतः साध्याभावे. इदानीं तत्र व्यापकीभूतः इत्युक्ते हेतुः इत्युक्ते हेतुः इदानीं व्याप्यः वा व्यापकः? व्यापकः, व्यापकः, व्यापकी व्यापकः जातः, तदेव अर्थः. सत्यं. तर्हि इदानीं साध्यं व्याप्यमस्ति. सत्यं. तेन हेतुः व्यापकः जातः. तर्हि तत्र साध्यव्याप्य इति उक्तं खलु, तत्र किम् उक्तवती? साध्यस्य व्याप्यम् इति उक्तवा उक्तवान् वा? आम्, साध्यस्य. न न, इति नास्ति खलु. न न, साध्येन व्यापकः, साध्येन व्यापकः जातः इति हेत्वाभावः. उत्तमम्. साध्येन व्यापकः जातः यः हेत्वाभावः तस्य प्रतियोगित्वम् इति चेत् हेतुः भवति हेतुः तर्हि साध्येन व्यापकः जातः हेतु अभावः खलु आम् आम् इत्युक्ते अनित्यत्वेन व्यापकः जातः गगनाभावः इति अत्र शब्दः तत्र उदाहरणं किं शब्दः अनित्यः गगनात् इति शब्दः अनित्यः गगनात् इत्यत्र साध्यं किम् अनित्यः अनित्यः अनित्यत्वेन व्यापकः जातः गगनाभावः गगनाभावः तु न भवति अप्रसिद्धः अस्ति न भवति नित्यत्वम् इति कृत्वा अत्र एतदुदाहरणं स्वीकार्यम् अन्यदुदाहरणमस्ति किम् अन्यम् अस्ति वा आम् अत्र शब्दः असाधारणसव्यविचारः अस्ति खलु तद्वयं दृष्टवन्तः अत्र वायुः गन्धवान् स्नेहात् इति अपि तत्रापि अस्ति अपि च शब्दः नित्यः कृतकत्वात् इति शब्दः अनित्यः शब्दत्वात् इति उदाहरणद्वयमपि अस्माभिः दृष्टं शब्दः अनित्यः शब्दत्वात् इति एकम् उदाहरणं शब्दः अनित्यः गगनात् द्वितीयम् उदाहरणम् आम् तर्हि इदानीं शब्दः अनित्यः शब्दत्वात् इति उदाहरणं स्वीकृत्य परिशील्य तत्र वयं लिखितं खलु न वक्तुं शक्यते इति न इदानीम् एतद् लक्षणत्वेन स्वीकृत्य अस्तु तर्हि अनित्यः इति साध्यम् अनित्यत्वं किमस्ति इति शब्दः अनित्यः शब्दत्वात् अनित्यत्वेन व्यापकः शब्दत्वाभावः इति इति साधनीयं साधनीयं तर्हि हेतुः कः साध्यं किम् इति वदतु एकवारं हा हेतुः शब्दत्वं साध्यमिति अनित्यत्वम् एकनिमिषं हेतुः इति साध्य शब्दत्व अभावः अत्र इत्युक्ते हेत्वाभावः इति शब्दत्वाभावः सत्यं ओके एकनिमिषम् शब्दः अनित्यः शब्दत्वात् इति उदाहरणं खलु इति अस्तु भवतु इदानीं हेतुः इति मा चिन्तयेम अस्तु अत्र व्यापकः कः व्याप्यः कः इति वदतु हा सत्यं व्यापकः इति हेत्वाभावः व्याप्यः इति तत् शब्दत्वाभावः हा व्यापकः शब्दत्वाभावः व्याप्यः सा अनित्यत्वम् अनित्यत्वम् उत्तमं तर्हि इदानीं परिशीलयतु अत्र व्याप्यव्यापकभावः अस्ति वा इति अनित्यत्वम् इति यत्र अनित्यत्वं न यत्र शब्दत्वाभावः न इदानीं व्यापकः शब्दत्वाभावः खलु व्यापकः इति लेखिष्यामि शब्दत्वाभावः व्याप्यः इति अत्र हेतुः साध्यम् इति चिन्तयति चेत् क्लेशः भवति अत्र व्यापकः कः व्याप्यः कः इति चिन्तनीयः यत्र व्याप्यः यत्र साध्यं व्याप्यमस्ति अत्र सत्यं सत्यं हा तर्हि अत्र यत्र अनित्यत्वं तत्र शब्दत्वाभावः हा यथा यत्र अनित्यत्वं तत्र शब्दत्वाभावः यथा घटः यत्र अनित्यत्वं घटे तत्र शब्दत्वाभावः सत्यं घटे शब्दत्वं नास्ति यथा घटः तर्हि अन्वयसाकारः जातः अस्तु अग्रे यत्र अस्तु यत्र शब्दत्वाभावाभावः इत्युक्ते शब्दत्वं तत्र तत्र अनित्यत्वाभावः यत्र शब्दत्वं तत्र नित्यत्वम् यत्र शब्दत्वं तत्र अनित्यत्वं खलु अनित्यत्वाभावः नित्यत्वं यत्र शब्दत्वं तत्र नित्यत्वं यथा इति न वक्तुं शक्यते शब्दत्वं केवलं शब्दे एव अस्ति अतः अत्र व्यतिरेक तदेव पक्षः अस्ति इति कृत्वा व्यतिरेकव्यभिचारः अत्र न वक्तुं शक्यते न वक्तुं शक्यते अभावः अस्ति इति न वक्तुं शक्यते किन्तु न वक्तुं शक्यते केवलान्वयहेतुः अस्ति केवलान्वयः शब्दत्वं शब्दे एव अस्ति खलु अस्तु तर्हि इदानीं अन्वयसहकारः जातः, तर्हि इदानीं व्यतिरेकव्यभिचारः अस्ति वा इति चिन्तयतु। व्यतिरेकव्यभिचारः यत्र शब्दत्वाभावाभावः इत्युक्ते शब्दत्वं, तत्र अनित्यत्वम् इति भवेत्। यत्र शब्दत्व यत्र शब्दत्वं तत्र अनित्यत्वं, यत्र शब्दत्वं तत्र अनित्य, यथा शब्दः इति। किन्तु शब्दः इदानीं पक्षः अस्ति, तर्हि तद् वक्तुं न शक्यते, वक्तुं शक्यते। अतः सव्यविचारः अत्र, व्यतिरेकव्यभिचारः न वक्तुं शक्यते, व्यतिरेकसहचारः न वक्तुं शक्यते, केवलम् अन्वयसहचारः वक्तुं शक्यते खलु। आम् आम्, एतेन लक्षणवाक्येन आम् इति कृत्वा, इति कृत्वा अत्र अन्वय अत्र अत्र अनुमानं जातम् इति वक्तव्यम्। तर्हि साध्यव्यापकीभूत अभाव प्रति साध्य अभाव साध्यव्यापकीभूत अभावः अस्ति अनित्यत्व किं शब्दत्वाभावः, तस्य प्रतियोगित्वं शब्दत्वे अस्ति इति कृत्वा अत्र लक्षणसमन्वयः जातः इति कृत्वा असाधारणसव्यभिचारः। तर्हि एतद् लक्षणत्वेन स्वीकुर्मश्चेत् सधेतु भवति। तर्हि तर्कसङ्ग्रहकारेण किं कृतम् इति चेत्, एतद् लक्षणत्वेन स्वीकृत्य साध्यव्यापकीभूत साध्यव्यापकीभूत अभावप्रतियोगित्वम् असाधारणसव्यभिचारत्वम् इति स्वीकृत्य तेन एतद् उदाहरणं दत्तम्। बुध्यते खलु। तर्हि अत्र कथं लक्षणं वदामः तदनुसृत्य उदाहरणं भवति, किन्तु लक्षणे दोषः अस्ति वा इति द्रष्टव्यम्। अस्मिन् लक्षणे वस्तुतः दोषः अस्ति, तदर्थमेव अत्र द्वितीय उदाहरणं विद्याधिकारैः दत्तम्। अतः अन्ततो गत्वा यदस्माभिः चिन्तितम् इत्युक्ते पक्षासिद्धिः, साध्यासिद्धिः, साध्यद्वा इति तादृशं चिन्तयामश्चेत्, इत्युक्ते लक्षणम् इति न स्वीकृत्य केवलम् एतादृशक्रमेण चिन्तनं कुर्मश्चेत् सर्वं समञ्जसं भवति खलु। सत्यं, सरलरीत्या इत्युक्ते अस्माभिः अनेन प्रयासेन किं निरूपितम् इति चेत्, सामान्यचिन्तनम् अत्र लक्षणम् इति तादृशं किमपि अनुक्त्वा सामान्यचिन्तनं कुर्मश्चेत् हेत्वाभासः अस्ति वा न वा इति निरूपयितुं शक्यते, किन्तु लक्षणं स्वीकृत्य चिन्तयामश्चेत् लक्षणे दोषः अस्ति वा इति न चिन्तयितुं शक्यते। कथं कथं चिन्तयितुं शक्यते तत्र? किल यदि लक्षणे दोषः अस्ति तदा तत्र हेत्वाभासे न प्रतीयते तत्, लक्षणं समीचीनं वा इति चिन्तनीयं। तर्हि इदानीम् अस्माभिः किं कृतं, साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति लक्षणं वस्तुतः दोषाय अस्ति, इत्युक्ते एतदेव केवलं व्यतिरेकी व्याप्तिः खलु, साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति केवलं व्यतिरेकव्याप्तिः। व्याप्तिः व्याप्तेः लक्षणत्रयम् अस्माभिः अधीतं खलु। प्रथमं तु साध्याभाववृत्तित्वम् इति सामान्यलक्षणम्, एतत् केवलान्वयस्थलेन सङ्गच्छते इति कृत्वा हेत्वधिकरनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति द्वितीयं लक्षणं, सिद्धान्तलक्षणं कृतं। तस्मादुपरि केवलव्यतिरेकव्याप्तिः इत्यत्र साध्याभाव साध्यव्याप् व्यापकीभूत अभावप्रतियोगित्वम् इति लक्षणं दत्तं, वस्तुतः एतद् लक्षणं दोषाय। साध्याभावव्यापकीभूताभाव इति इति केवलव्यतिरेकस्थले लक्षणं स्वीकर्तुं शक्यते। तर्हि इदानीम् अस्माभिः कुत्र चिन्तितम् एतत्? केवल अन्वयस्थले चिन्तितम्, केवलान्वयस्थले एतद् लक्षणं न कार्यं करोति खलु। अस्तु, तर्हि अत्र मम इदानीं महान् सन्तोषः जातः, इत्युक्ते यद् अस्माभिः चिन्तितं तत्र पक्षासिद्धिः अस्ति वा साध्यासिद्धिः अस्ति वा इति क्रमेण चिन्तयामश्चेत् लक्षणं विना, लक्षणं कुर्मश्चेत् तत्र क्लेशः भवति। किन्तु क्रमेण चिन्तनं कुर्मश्चेत् लक्षणं विना सामान्यचिन्तनं कुर्मश्चेत् क्लेशः न भवति. यदा लक्षणं कुर्मः तत्र कुत्रचित् अतिव्याप्तिः भवति, नो चेत् अव्याप्तिः भवति, यथा इदानीम् अस्माभिः प्रदर्शितं. तर्हि अत्र लक्षणं प्रायः मनसि न स्थातव्यम् इति भाति. इत्युक्ते अत्र व्याप्यत्वसिद्धिः वा आश्रयसिद्धिः वा आश्रयसिद्धेः लक्षणं किम् इति तादृशं वदामश्चेत् क्लेशः भवति. भवतु, तर्हि यदा अनुमानस्य अनुमानप्रमाणस्य उपयोगः अस्माभिः व्यवहारे क्रियते तदा एतादृशमेव चिन्तयामः, तदा दोषः किं कदापि यदा कदापि न भवति. इति कृत्वा एव मया किं चिन्तितम्, अनुमानपरिच्छेदः पुनः लेखनीयः इति. अत्र लक्षणं स्वीकृत्य चिन्तयति चेत् लक्षणे दोषः अस्ति चेत् तर्हि निगमने अपि दोषः भवति, किन्तु लक्षणं न परिशीलयन्ति. अपि च अत्र पश्यतु निमिष, अस्तु एकमेव निमिषम् अहं स्वीकरोमि. इत्युक्ते हेतुः केवलान्वयहेतुः वा केवलव्यतिरेकिहेतुः वा नो चेत् अन्वयव्यतिरेकिहेतुः वा इति निश्चयितुं प्रथमं व्याप्तिचिन्तनं करणीयम्. व्याप्तिचिन्तनं विना हेतुः हेतोः स्वरूपं किमिति न निश्चेतुं शक्यते. तदेव प्रश्नः आसीत् अस्माकं तत्र अनुमानपरिशीलनक्रमः इत्यत्र. तत् स्पृक्षि पश्यन्तु, सत्यम् अष्टमबिन्दौ व्याप्तिपरिशीलनमिति हेतुः कीदृशः इति मया लिखितमासीत् खलु. किन्तु हेतुः कीदृशः इति व्याप्तिं दृष्ट्वा एव निश्चेतुं शक्नुमः, किन्तु व्याप्तिं दृष्ट्वा यदि हेतुः कीदृशः इति निश्चयं कुर्मः तर्हि तत्र व्याप्तिलक्षणं किं प्रयोक्तव्यं, व्याप्तिः अस्ति वा इति बोद्धुं व्याप्तिः का व्याप्तिः स्वीकर्तव्या इति न वक्तुं शक्यते. तर्हि तत्र सामान्यचिन्तनमेव करणीयं यत्र यत्र इति. यदा व्याप्तिः केवलान्वयहेतिः हेतुः केवलव्यतिरेकिहेतुः इति निश्चयामः तदनन्तरं व्याप्तिलक्षणं स्वीकर्तुं शक्यते, किन्तु तस्य प्रयोजनमेव नास्ति. वाट् इस् द यूस् इन् यूसिङ्ग् ए लक्षणवाक्य आफ्टर् यु हव् डिटर्मिन्ड् वाट् सार्ट् आफ् हेतु इन् आर्डर् टु डिटर्मिन् वाट् सार्ट् आफ् हेतु यु नीड् टु डू दि व्याप्तिपरिशीलनं. बट् दीस् लक्षणवाक्यस् केनाट् बि यूस्ड् अन्लेस् यु नो वाट् टैप् आफ् हेतु इट् इस्. तर्हि आगत्य तत्र लक्षणवाक्यानि व्यर्थानि, व्याप्तिलक्षणव्याख्यानि. आमां, तत् केवलं निगमनम् अत्र यदा हेतु, किन्तु अस्य प्रयोजनं नास्ति. इत्युक्ते यथा इदानीम् अस्माभिः निरूपितम् अत्रैव, इदानीं तत्र केवलान्वयी हेतुं स्वीकृत्य किन्तु केवलव्यतिरेकव्याप्तिं व्याप्तिलक्षणं स्वीकृत्य परिशीलितम् अस्माभिः. तद् न करणीयम्, तद् न करणीयं खलु, नो चेत् क्लेशः भवति. तदेव क्लेशः तर्कसङ्ग्रहाणि कार्येण कृतम् इति कृत्वा शब्दः नित्यः शब्दत्वात् इति अनुमानवाक्यं तेन रचितम्. भवतु, समीचीनं. तर्हि अत्र स्थगयेम, अग्रिमे वर्गे इदानीम् अग्रिम उपमानप्रमाणं तस्मिन् विषये अग्रे गच्छेम. सर्वेभ्यो नमस्कारः, धन्यवादः.